पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 13 शेष उवाच इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः जगदुःकामसेनास्तं रम्भाद्यप्सरसो मुदा त्वत्तपोभिर्वयं कान्तप्राप्ताः सर्ववराङ्गनाः तासां यौवनसर्वस्वं भुङ्क्ष्वत्यज तपःफलम् इयं कृताजी सुभगा चम्पकाभशरीरभृत कर्पूरगन्धललितं भुनक्तृत्वन्मुखामृतं येदां महाभागसुशोभिविभ्रमां मनोहराङ्गीं खनपीनसत्कुचाम् कान्तोपभुङ्क्ष्वाशु निजोग्रपुण्यतः प्राप्तां पुनस्त्वं त्यज दुःखजातं मामप्यनर्घ्याभरणोपशोभितां मन्दारमाला परिशोभिवक्षसं नानारताख्यानविचारचञ्चुरां त्रिटं यथा स्यात् परिरम्भणं कुरु पिबामृतं मामक वक्त्रनिर्गतं विमानमारुह्य वरं मया सह सुमेरुशृङ्गं बहु पुण्यसेवितं सम्प्राप्य भोगं कुरु सत्तपफलं तिलोत्तमा यौवनरूपशोभिता गृह्णातु ते मूर्धनि तापवारणं सुचामरौ सन्ददधारयाङ्गितौ गङ्गाप्रवाहाविव सुन्दरोत्तमा शृणुष्व भो कामकथां मनोहरां पिबामृतं देवगणादिवाञ्छितम् उद्यानमासाद्य च नन्दनाभिधं वराङ्गनाभिर्विहरं कुरु प्रभो युत्युक्तमाकर्ण्य महामतिर्नृपो विचारयामास कुतो ह्युपस्थिताः मयासु सृष्टास्तपसा सुराङ्गनाः प्रत्यूह एवात्र विधेयमेष किम् इति चिन्तातुरो राजा स्वान्ते संचिन्तयन् सुधीः जगादमदिमान् वीरः सुमदो देवताङ्गनाः यूयं तु मम चित्तस्था जगन्मातृस्वरूपकाः मया सञ्चिन्त्यते या हि सापि त्वद्रूपिणी मदा इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकं मत्स्वामिनी मया भक्र्या सेविदा दास्यते वरं यत्कृपादो विधि सत्यलोकं प्राप्तो महानभूत सा मे दास्यति सर्वं हि भक्तदुःखान्धकारिणी किं नन्दनं किन्तु गिरिकनकेन सुमण्डितः किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः प्राहरन्नरदेवस्य कर्तुं किञ्चन्न वै प्रभुः कडाक्षैर्नूपुरारावैः परिरम्भैर्विलोकनैः न तस्य चित्तं विभ्रान्तं कर्तुं शक्ता वराङ्गनाः दत्त्वा यथा गदं शक्रं जगदुर्धीरधीर्नृपः कर्तृत्वमकवभिदसेवामारभदात्मनः अथ निश्चितमालोक्यपादपद्मे स्वकेऽम्बिका जितेन्द्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता पञ्चास्य पृष्ठललिता पाशाङ्कुशधरावरा धनुर्बाणधरामादा जगत्पावनपावनी तां वीक्ष्यमादरं धीमान् सूर्यकोटिसमप्रभां धनुर्बाणशृणी पाश्चान् दधानां हर्षमाप्तवान् शिरसा बहुशो नत्वा मातरं भक्तिभाविदाम् असन्तीं निजदेहेषु स्पृशन्तीं पाणिना मुहुः तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः गद्गदस्वरसंयुक्तखण्डकाङ्गोपशोभितः जय देवि महादेवि भक्तवृन्दैकसेविदे ब्रह्म रुद्रादिदेवेन्द्र सेविताङ्घ्रि युगे नखे मादस्तव कलाविद्धमेतद्भादि चराचरं त्वदृदे नास्ति सर्वं तन्मादर्भद्रे नमोऽस्तु दे महि त्वया धारशक्त्या स्थापिता चलतीहन सपर्वद वनोद्यानदिग्गजैरुपशोभिता सूर्यस्तपदिखे तीक्ष्णैरंशुभिः प्रतपन्महीं त्वच्छक्रिया वसुधा संस्थं रसं गृह्णन्विमुञ्चति अन्तर्बहिस्थितो वह्निर्लोकानां प्रकरो दुश्यं त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयन्ति वै मा पालय कृपानाथे वन्दिते भक्तवल्लभे रक्षमां सेवकं मादस्त्वदीयचरणारणं कुरु मे वाञ्छितां सिद्धिं महापुरुषपूर्वजे सुमतिरुवाच एवं तुष्टा जगन्मादा वृणीष्व वरमुत्तमम् उवाच भक्तं सुमदं तपसा कृष्यदेहिनम् इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः वव्रे निजं हृदं राज्यं हददुर्जनकण्टकं महेशी चरणद्वन्द्वे भक्तिमव्यभिचारिणीम् प्रान्ते मुक्तिं तु संसारवारिधे स्तारिणीं पुनः कामाक्षोवाच राज्यं प्राप्नुहि सुमद सर्वत्र हतकण्टकं महिलारत्नसंजुष्टपादपद्मद्वयो भव तदवैरिपरा भूदिर्मा भूयात् सुमदाभित यथा तु रावणं हत्वा रघुनाथो महायशाः करिष्यत्यश्वमेधं हि सर्वसंभारशोभितं तस्य भ्राता महावीरशत्रुघ्नः परवीरः पालयन् हयमायास्यत्यत्र वीरादिभिर्वृतः तस्मै सर्वं समर्प्यत्वं राज्यमृद्धं धनादिकम् पालयिष्यसि योद्धै स्वैर्धनो धारिभिरुद्भटैः तथ पृथिव्यां सर्वत्र भ्रमिष्यसि महामदे ततो रामं नमस्कृत्य ब्रह्मेन्द्रे शादिसेवितं मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः तावत्कालमिहस्तास्ये यावद्रामहयागमः पश्चात्त्वां तु समुद्भृत्य गन्धास्मि परमं पदम् इत्युक्त्वान्तर्दधे देवी सुरासुरनमस्कृता सुमदोऽप्यहिच्छत्रायां शत्रून् हत्वा नृपोऽभवद एष राजा समर्थोऽपि बलवाहनसंयुधः न ग्रहीष्यति देवाकं महामाया सुशिक्षितः श्रुत्वा प्राप्तं पुरीपार्श्वे हयमेध हयोत्तमं त्वां च सर्वैर्महाराजैः सेविताङ्घ्रिं महामतिं सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक अधुना तन्महाराज रामचन्द्रप्रतापदः स शेष उवाच इति वृत्तं समाकर्ण्य सुमदस्य महायशः साधु साध्विति चोवाच जहर्षमधिमान् बलि अहि क्षत्रापदि सर्वैः स्वगुणैः परिवारितः सभायां सुखमास्तेयो बहु राजन्यसेवितः ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः राजानं पर्युपासन्ते सुमदं शोभयान्वितं वेदविद्या विनोदेनन्यायिनो ब्राह्मणा वराः आशीर्वदन्ति तम्भुवं सर्वलोकैकरक्षकं यदस्मिन् समये कश्चिदागत्य नृपतिं जगौ स्वामिन्न जाने कस्यास्ति हयपत्रधरोऽन्तिके तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः जानीहि कस्य राज्ञोऽयमश्वो मम पुरान्तिके गत्वा दसेवकस्तत्र ज्ञात्वा वृत्तान्तमादिदः निवेदयामास नृपं महाराजन्य सेवितम् सश्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन् आज्ञापयामास जनं सर्वं राजा विशारदः लोकामदीया सर्वे ये धनधान्यसमाकुलाः तोरणादीनि गेहेषु मङ्गलानि सृजन्त्विह कन्यासहस्रशोरम्याः सर्वाभरणभूषिताः गजोपरि समारूढा यान्तु शत्रुघ्नः सम्मुखम् इत्यादि सर्वमाज्ञाप्ययौ राजा स्वयं ततः पुत्रपौत्र महिष्यादि परिवार समावृतः शत्रुघ्नः सुमहामात्यैः सुभढै पुष्कलादिभिः संयुधो भूपतिं वीरं ददर्श सुमदाभिधम् हस्ताभिस्सादिसंयुक्तैः पत्तिभिः परतापनैः वाजिभिर्भूषितैर्वीरैः संयुधं वीरशोभितम् अथागत्य महाराजशत्रुघ्नं नतवान्मुदा धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः इदं राज्यं गृहाणाशु महाराजोपशोभितम् महामाणिक्यमुक्तादि महाधनसुपूरितं स्वाम्यं स्थिरं प्रदीक्षेऽहं हयस्यागमनं प्रति कामाक्षा कथितं पूर्वं जातं सम्प्रति तत्तथा विलोकय पुरं मह्यं हृदार्थान् कुरु मानवान् पावयास्मत्कुलं सर्वं रामानुजमहीपदे इत्युक्त्वा रोहयामास कुञ्जरं चन्द्रसुप्रभं पुष्कलं च महावीरं तथा स्वयमधारुहत भेरी पणवतूर्याणां वीणादीनां स्वनस्तदा व्याप्नोति स्म महाराज सुमदेन प्रणोदितः कन्यासमागत्य महानरेन्द्रं शत्रुघ्नमिन्द्रादिकसेविताङ्घ्रिं करिस्थितामौक्तिकवृन्दसङ्घैः अर्धापया मासुरिनप्रयुक्ताः शनैशनैः समागत्य पुरीमध्ये जनैर्मुदा वर्धापितो गृहं प्राप तोरणादिकभूषितं हयरत्नेन संयुक्तस्तदा वीरैः सुशोभितः राज्ञा पुरस्कृतो राजा शत्रुघ्नप्रापमन्दिरम् अर्कादिभिः पूजयित्वा रघुनाथानुजं तदा सर्वं समर्पयामास रामचन्द्राय धीमते इति श्री पद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नाहि छत्रापुरी प्रवेशो नाम त्रयोदशोऽध्यायः ॐ